पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 34 शेष उवाच रथै सदस्वै शोभाढ्यै सर्वशस्त्रास्त्रपूरितैः नानारत्नसमायोकृतायुस्थे राक्षसाधमम् तान् दृष्ट्वा कामगेयाने स्थितप्रोवाच राक्षसः मेघगम्भीरया वाचा तर्जयन्निव भूरिशः मायां तु सुभडा योद्धुं गच्छन्तु निजमन्दिरं मा त्यजन्तु स्वकान् प्राणान्नमोक्ष्ये वाजिनं वरम् विद्युन्मालीदि विख्यातो रावणस्य सुहृत्सखा मत्सख्युप्रेतभूतस्य निष्कृतिं कर्तुमेयिवान् क्वासौ रामोय आहत्य सखायं रावणं हतः तस्य भ्रातापि कुत्रास्ते सर्वशूरशिरोमणिः तं हत्वा निष्कृतिं तस्य प्राप्स्ये रामस्य चानुजं पीपन् नृधिरमुद्भूतं कण्ठनालस्य बुद्बुदैः इति वाक्यं समाकर्ण्य योद्धानां प्रवरोत्तमः पुष्कलो निजगादैनं वीर्यशौर्यसमन्वितं पुष्कल उवाच विगद्धनं न कुर्वन्ति सङ्ग्रामे सुभडा नराः पराक्रमं दर्शयन्ति निजशास्त्रास्त्रवर्षणैः रावणो निहतो येन स सुहृत् स्वजनैर्वृतः तस्य वाजिनमाहृत्य कुत्र गन्धासि दुर्मद पदिष्यसि त्वं शत्रुघ्नबाणैः कोदण्डनिर्गतैः त्वामस्यन्ति शिवा भूमौ पतितं प्राणवर्जितं मा गर्जदुष्टरामस्य सेवके मयि संस्थिते गर्जन्ति सुभडायुद्धे शत्रुं जित्वा महोदयाद शेष उवाच एवं ब्रुवन्तं तं वीरं पुष्कलं रणदुर्मदं जघानशक्त्या सुभृश्यं हृदि राक्षससत्तमः आयान्तीं तां महाशक्ति मायस्यीं काञ्चनाश्रितां चिच्छेदत्रिभिरत्युग्रैः सिधैर्बाणैः स पुष्कलः सातृद्धा शपतद्भूमौ विशिखैर्निष्प्रभीकृता पतन्ती विरराजासौ विष्णोशक्तित्रयीव किं तां छिन्नां शक्रिकां दृष्ट्वा राक्षसः परतापनः जग्राहशूलं तरसा त्रिशिखं लोहनिर्मितं तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेन्द्रो व्यमोचयद आयान्तं तिलशश्चक्रे बाणैः पुष्कलसंनिदः चित्वा त्रिशूलं तरसा राघवस्य हि सेवकः पुष्कलश्चाप आदत्त बाणांस्तीक्ष्णान्मनोजवान् ते बाणाकृति तस्याशु लग्नारागं वदासृजन् वैष्णवस्य यथा स्वान्दे गुणा विष्णोर्मनोहराः तद्बाणवेदुःखार्तो विद्युन्माली सुदुर्मदः जग्राहमुद्गरं घोरं पुष्कलं हन्तुमुद्यतः मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि हृदि लग्नो सृजच्छीघ्रं कश्मलं तदकारयद मुद्गरप्रहदो वीरकम्भमानः सवेपधुः पपादस्यन्तनोपस्ते पुष्कलशत्रुतापनः उग्रदंष्ट्रोध तद्भ्राता लक्ष्मीनिधिमयोधयद शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरप्राणहृदिं करैः पुष्कलस्तत्क्षणात् प्राप्य संज्ञां राक्षसमब्रवीद धन्योऽसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः पश्येदानीं ममाप्युच्चैः प्रतिज्ञां शूरमानिदां विमानात् पादयाम्यद्य भूमौ त्वां शिदसायकैः इत्युक्त्वा निशिदं बाणं समगृह्णाद्दुरासदं ज्वलन्तमग्नि तेजस्कं महौदार्यसमन्वितम् स यावत्तत्प्रतीकर्तुं विधत्ते स्वपराक्रमं तावद्धृतिगतोऽत्युग्रस्तीक्ष्णधारसायकः तेन बाणेन विभ्रान्तो भ्रमच्चित्तः स राक्षसः पपादकामगोपस्ताद्भूमौ विगतचेतनः उग्रदंष्ट्रेण वै दृष्टपदमानो निजाग्रजः गृहीत्वा तं विमानान्तर्निनाय रिपुशङ्कितः प्राहचारिं महारोषात् पुष्कलं बलिनां वरं मद्भ्रातरं पादयित्वा कुत्र यास्यसि दुर्मदे मां वै युधि विनिर्जित्य गन्तासि जयमुत्तमं स्थिते मयि तव स्वान्ते जयाशा विनिवर्त्यताम् एवं ब्रुवन्तं तरसा जखान दशभिशरैः हृदये तस्य दुष्टस्य रोषपूरितलोचनः सताडितो दशशरैः पुष्कलेन महात्मना चुक्रोध हृदि दुर्बुद्धिस्थं हन्तुमुपचक्रमे दन्तान् निष्पिष्य सक्रोधो मुष्टिमुद्यम्य चाहनद व्यनदद्वज्रनिर्घादपादशङ्कां सृजन् हृदि मुष्टिनाभिहदो वीरपुष्कलः परमास्त्रविद नाकम्पद विनिष्पेषं वाञ्छंस्तस्य दुरात्मनः वत्सदन्तात्महातीक्ष्णान् मुमोच हृदि सायकान् तैर्बाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे जाज्वल्यमानं त्रिशिखं ज्वालामालादिभीषणं लग्नं हृदि महावीर पुष्कलस्य तु दारुणम् मूर्छितस्तेन शूलेन निहदो धन्विसत्तमः कश्मलं परमं प्राप्तः पपादस्यन्दनोपरि मूर्छां प्राप्तं समाज्ञाय हनूमान् पवनात्मजः कोपव्याकुलितस्वान्तो बभाषे तं तु राक्षसं कुत गच्छसि दुर्बुद्धे मयि योद्धरि संस्थिते त्वां हन्मि चरणाखादैर्वाजिहर्तारमागतम् एवमुक्त्वा महादैत्यान् जखान परसैनिकान् विमानस्तान् नखाग्रेण धारयन्नभसि स्थितः लाङ्गूलेना हदा केचित् केचित् पादतला हदाः बाहुभ्यां दारिधा केचित् पवनस्य तनूभुवा नश्यन्ति केचिन्निहदा केचिन्मूर्च्छन्ति संहताः पलायन्ते पदाखादभयपीडा हदास्ततः अनेके निहतास्तत्र राक्षसाश्चादिदारुणाः छिन्ना भिन्ना द्विधा जाताः पवनस्य सुतेन वै कामगन्धुविमानं तद्भिन्नप्राकारतोरणं हा हा कुर्वद्भिरसुरैः समं तत् परिवारितम् हनूमदि महाशूरे क्षणं भूमौ क्षणं दिवि इदस्तदः प्रदृश्येद कामयानं दुरास्वदम् इतस्तदप्रदृश्येद कामयानं दुरास्वदं यत्र यत्र विमानं तत् तत्र तत्र समीरजः प्रहरन्नेव दृश्येद कामरूपधरकपिः एवं तदा कुलीभूते विमानस्ते महाजने उग्रदंष्ट्रस्तु दैत्येन्द्रो हनूमन्दमुपेयिवान् कपे त्वया महत्कर्म कृतं यद्भटपादनं क्षणं तिष्ठसि चेत्कुर्वे तव प्राणवियोजनम् एवमुक्त्वा हनूमन्दं प्रजखानस दुर्मदिः त्रिशूलेन सुतीक्ष्णेन ज्वलत्पावककान्तिना तदागतं त्रिशूलं च मुखे जग्राहवीर्यवान् चूर्णयामास सकलं सर्वलोकविनिर्मितं चूर्णयित्वा त्रिशूलं तदायसं दैत्यमोचितं जखानतं चपेडाभिर्बह्वीभिर्हनुमान् बली स आहदकपीन्द्रेण चपेडाभिरितस्तदः व्यधिदो व्यसृजन्मायां सर्वलोकभयङ्करीं तदा तमोभवतीव्रं यत्र को वा न लक्ष्यते यत्र स्वीयो न पारक्यो विदामास जनान् बहून् शिलापर्वतशृङ्गाभाः पतन्ति सुभडोपरि ताभिर्हतास्तु ते सर्वे व्याकुला अथ जज्ञिरे विद्युदो विलसन्त्यत्र गर्जन्ति जलदाखनं वर्षन्ति पूयरुधिरं मुञ्चन्ति समलं जलम् आकाशात् पदमानानि कबन्धानि बहूनि च दृश्यन्ते छिन्नशीर्षाणि सकुण्डलयुतानि च नग्ना विरूपाः सुभृशं कीर्णकेशाः सुदुर्मुखाः दृश्यं ते सर्वतो दैत्या दारुणा भयकारिणः तदा व्याकुलिता लोकाः परस्परभयाकुलाः पलायनपराजादा महोत्पादममं सदा तदा शत्रुघ्न आयादो रथे स्थित्वा महायशाः श्रीरामस्मरणं कृत्वा चापे सन्धाय सायकान् तां मायां स विधूयाद मोहनास्त्रेण वीर्यवान् शरधारा हिरण्व्योम्नि ववर्ष समरे सुरं तदा दिश प्रसेधुस्ता रवित्वपरिवेशवान् मेघा यथा गतं यादा विद्युदशान्तिमागताः तदा विमानं पुरदो दृश्यते राक्षसैर्युधं चिन्ति भिन्दीदि भाषाभिर्व्याकुलं सुतरां महद बाणाश्च शतसाहस्रास्वर्णपुङ्खैश्च शोभिताः पे दुर्विमाने नभसि स्थिते काम गमे मुहुः तदा भग्नं विमानं हि दृश्यतेन तदुच्चकैः स्वपुरी खण्डमेकत्र भग्नाङ्गमिव भूतले तदा प्रकुपिदो दैत्यो बाणान्धनुषि संदधे तैर्बाणैर्विकिरन् रामभ्रातरं चाभिगर्जितः ते बाणाशतशस्तस्य लग्ना वपुषि भूरिशः शोभा मापुशोणितौ कान्वहं तस्तीक्ष्णवक्त्रिणः शत्रुघ्नपरया शक्रिया संयुक्तो वायुदैवतम् अस्त्रं धनुषि चाधत्त राक्षसानां प्रकम्पनम् तेनास्त्रेण विमानात्पात् पदन्तो मुक्तमूर्धजाः दृश्यन्ते भूतवेदालसङ्खा इव नभश्चराः तदस्त्रं रघुनाथस्य भ्रात्रा मुक्तं विलोक्य सः अस्त्रं च पाशुपत्यं स चापे दाद्दनुजात्मजः तदप्रवृत्ता वेदाला भूता प्रेतनिशाचराः कपालकर्तरीयुक्ता पिबन्तशोणिदं बहु ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा जीवतामपि दुर्वारा कर्तरीपाणिशोभिताः तदस्त्रं व्याप्नुवद्दृष्ट्वा सर्ववीरप्रभञ्जनं मुमोच तन्निरासाय चास्त्रं नारायणाभिधं नारायणास्त्रं तान् सर्वान् वारयामास तत्क्षणाद ते सर्वे विलयं प्रापुर्निशाचरप्रणोदिताः तदा क्रुद्धो निशाचारी विद्युन्माली समाददे त्रिशूलं निशितं घोरं शत्रुघ्नं हन्तुमुल्बणं शूलहस्तं समायान्तं विद्युन्मालिनमाहवे सायखै प्राहरत्तस्य भुजे त्वर्धशशिप्रभैः तैर्बाणैश्चिन्नहस्तः सशिरसा हन्तुमुद्यतः अदोऽसि याहि शत्रुघ्नकस्त्वां त्रादा भविष्यति यदि ब्रुवाणं तरसा चिच्छेदशिदसायकैः मस्तकं तस्य बलिनशूरस्य सह कुण्डलम् तं छिन्नशिरसं दृष्ट्वा उग्रदंष्ट्रप्रदापवान् मुष्टिना कन्दुमारेभे शत्रुघ्नं शूरसेवितम् शत्रुघ्नस्तु क्षुरप्रेण सायकेनाच्छिनच्छिरः प्रथावदोरणे वीरान् सर्वशस्त्रास्त्रकोविदान् हतशेषा ययुः सर्वे राक्षसान्नाथवर्जिताः शत्रुघ्नं प्रणिपत्याद ददुर्वाजिनमाहृदं ततो वीणा निनादाश्च शङ्खनादाः समन्ततः श्रूयन्ते शूरवीराणां जयनादा मनोहराः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे विद्युन्मालिनामराक्षसपराजयो नाम चतुस्त्रिंशत्तमोऽध्यायः ॐ